पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 74 व्यास उवाच चतुर्भिस्तुरगैर्जुष्ठं रथं सूर्यसमप्रभम् त्रैपुरिसंरुरोहादा ब्रवीद्वाक्यं गणाधिपम् पिता मे निहतपित्रा तव यस्माद्गणाधिप तस्मात्त्वामद्य विशिखैर्नयामि यमसादनम् ततस्तमब्रवीद्देवो गणेशस्त्रिपुरात्मजम् तव तातेन दुष्टेन सुराणामहितं पुरा कृतं कर्म महत्पापं श्रुतं नो जनकेन हि पापकर्मरतं दुष्टं ज्ञात्वा ज्ञानबलेन च अवधित्तं शरैकेन पितरं ते बलेन च पङ्कात् प्रतारिदो मोहात् प्रेषितो यममन्दिरं त्वां चाहं तत्पदं दैत्य प्रेषयामि क्षणादिह उक्तवन्तं महाप्राज्ञं सुराणां च गणाधिपम् विव्याध दशभिस्तीक्ष्णैः कालानलसमप्रभैः तदशरसहस्रैस्तु दैत्यं विव्याध साहसाद यमदण्डसमैर्बाणैः क्षुरप्रैश्च शिलीमुखैः कङ्गपत्रैर्महातीक्ष्णैर्वज्रानलसमप्रभैः विचकर्तशरांश्चास्य लम्बोदरः सुत्रार्चितः पुनर्विव्याधविशिखैः सहसाभि दुरोपमैः शरैरर्दितसर्वाङ्गो मूर्छितस्त्वपदद्भुवि ततो भद्रश्च सौभद्रोभीषणो निर्जरान्तकः स्वां स्वां गदां समादाय दुद्रुवुस्तं विनायकं युगपत्ते गदापादैर्निजघ्नोर्गणनायकम् लाघवात्तु वृथा कृत्वा कदास्तेषां महाबलः भद्रकस्य तु शीर्षे चाकनः परशुना तदा सौभद्रस्योत्तमाङ्गं च असिनाग्रे निपातितं भीषणस्य कुठारेण खड्गेन निर्जरान्तकम् पादयित्वा च हेरम्भो महागिरिसमांस्तदा चतुरो गणमुख्यांश्च अन्यांश्च पादयद्विषः तदसंज्ञां समालभ्य त्रैपुरिश्चासुरोत्तमः समारुह्य रथं स्वं च जखान सुरसत्तमम् विशिखैरर्धचन्द्रैश्चक्षुरप्रैर्भल्लकैस्तथा तांस्तु चिच्छेदधर्मात्मा पुनर्विव्याध तं शरैः चतुर्भिः सैन्धवांश्चैव शरैकेन जसारथिं शरैः सम्पादयामास धरण्यां गणनायकान् लाघवात्तुरथं चान्यं गत्वात्रिपुरनन्दनः विशिखैर्वज्रसङ्काशैः संबिभेद गणाधिपं रुधिरेणावसिक्ताङ्गो रुषाघोरयमप्रभः ललाटे च त्रिभिर्बाणैः सप्तभिश्च स्तनान्तरे चतुर्भिर्नाभिदेशे च पञ्चभिर्मुष्टिमस्तके स सं बिभेदमहाक्रोधो बलिनं शम्भुनं धनः शरैरर्दितः सर्वाङ्गः स दैत्यो रणमूर्धनि कश्मलं परमं गत्वा सम्पपादरथोपरि तदसूतेन धीरेण अपनीतो रणाजिराद विमुखं नाखनचूरो विनायकः सुरार्चितः चिरात्संज्ञां समालभ्य यन्तारं चाब्रवीद्वजः गच्छ सूदरणे भीरुं विनायकं करात्मजम् ततो यं ताब्रवीद्वाक्यं सत्यं पथ्यं च कोमलम् हरात्मजशरान् सोढुं कः समर्थो रणाजिरे तस्मान्मोहगतत्वं च मया नीदः प्रभासुद ये तज्ज्ञात्वा त्विदानीं भो यद्युक्तं तद्विधीयतां यस्मिन्नन्तरे राज्ञा प्रेरितः कविसत्तमः औषधादिप्रयोगेण गजसंज्ञामबोधयद अकारयच्छतगुणप्राणं च जयमादिशं प्राग्जलं मन्त्रितं दत्त्वा रुरोधास्याङ्गकव्रणान् स गजो दशनैरेव स्फोटयामास वै गिरिम् एवं शतसहस्राणि सैन्यानि सैन्यपालकान् पादयामास समितौ गजः परमदुर्जयः स दैत्यस्तस्य पृष्ठस्थशरैः कालानलप्रभैः हत्वा त्वपादयच्चोर्व्यां मुख्यमुख्यान् सुराधिपान् शरैस्तस्य तदा देवा यमदण्डसमप्रभैः निपतन्ति महावीर्या रुधिरौखपरिप्लुताः यस्मिन्यस्मिंश्च मार्गे तु स दैत्यः स गजो गतः तत्र तत्र चकाराशुभीषणं संचिदं शरैः गजेन पादिता केचित् गजारोहेण चापरे वेगेन भ्रमणेनैव सुरा केचित् प्रदापिताः एवं सुरगणाध्यक्षाः शस्त्रास्त्रैर्विविधैश्च तं स गजं युद्धनिर्भीदा निजघ्नोर्बहुभिः शरैः तथापि तद्गजं योद्धुं न शक्तास्ते महाबलाः क्षिप्रं तांस्तु गजो दन्तैस्त्रैपुरोपादयच्छरैः न गदाये धरण्यां च देवा जर्जरविग्रहाः शरण्यं गणपं जग्मोर्भिदास्ते वेदनातुराः देवानां कदनं दृष्ट्वा गणादीश प्रतापवान् स गजं ताडयामास वज्रानलसमैः शरैः स गजो वेगसंवृद्धशरेण च समुद्धितः अधो तौ द्वौ शरेरेव बिभिदादे परस्परम् उभौ तौ नर्दमानौ च अन्योन्यं जयमैच्छदाम् शोणितैर्लिप्तसर्वाङ्गौ वीरमुख्यौ सुरासुरौ अथाखुं स गजो मत्तो बिभेद दशनैः स्वकैः आघुनाभितृदो नागो घोरयुद्धं तयोः परम् अधोर्ध्वं स संविभागे च चतुर्भिर्युद्धमद्भुतं सशब्दं तुमुलं युद्धं सर्वलोकभयङ्करं दर्शनैर्दर्शनैरेव शरैरेव शरोत्तमैः तत्घोरमभवद्युद्धं देवदानवसङ्गरे आकुको भेदयां चक्रे महानाङ्गं महाबलम् पर्शुना पृष्ठवंशाग्रे स्थित्वा तेनाहनत् पुनः दैत्यस्य दशनद्वारे हृदि स्कन्धेध लाघवाद सगजः स पपादोर्व्यां गदासुर्लोहितं वमन् शशंसुर्मुनयो देवा साधु साध्विति चाब्रुवत् अत्रान्येऽस्त्रैरमोखैश्च दैत्याना जघ्नुराघवे यावत्तु सेनयोर्नैव जययुद्धं समापयेद इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे त्रैपुरिविमर्दो नाम चतुःसप्ततितमोऽध्यायः ॐ